अस्तु, तर्हि अस्माकं गीतासोपानस्य द्वितीयभागे अग्रिमपाठः अस्ति स्त्रीलिङ्गे सर्वनामशब्दाः, पञ्चपञ्चाशत्तमे पुटे अस्ति, तत्र कथा वर्तते। इदानीं लक्ष्मीभगिनी तत्र आरब्धुमिच्छति वा? महोदय, श्रद्धावान् लभते ज्ञानं, सर्वनामशब्दाः स्त्रीलिङ्गे, एतं पाठम् उच्चैः पठत। भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विवृतवान् अस्ति। इयं च सात्विकी, राजसी, तामसी इति त्रिविधा। इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते। अस्याः राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते। तामस्याः अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते। अस्तु, पुनः पश्येम किं किम् अस्ति अत्र। आरम्भतः वदतु। भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विवृतवान् अस्ति। तस्य अर्थः कः? स्पष्टमस्ति खलु? विवृतवान् इत्युक्ते बोधितवान्। सत्यं, विवरणम् इति शब्दं जानाति वा? विवरणं, आम्, विवरणम् इति सूचना, सूचितवान् प्रतिपादितवान्। भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धा इत्युक्ते किं, श्रद्धा कथमस्ति इति सम्यक् प्रतिपादितवान्। अस्तु, अग्रे। इयं च सात्विकी, राजसी, तामसी इति त्रिविधा। इयम् अत्र सर्वनामशब्दः। तस्मिन् अर्थे अन्यशब्दः कः भवितुम् अर्हति? एषा श्रद्धा। अस्तु, समीचीनमस्ति, अग्रे। एषा श्रद्धा सात्विकी, राजसी, तामसी इति त्रिविधा भवन्ति। अग्रे। इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते। इमां सात्विकीं श्रद्धाम् अत्र द्वितीया विभक्ति अस्ति, किमर्थं महोदय? श्रद्धा शब्दः सप्तमी अत्र नास्ति, किमर्थम्? आपन्नः इति अवगच्छति वा? आपन्नशब्दः, आपन्नाः इत्युक्ते आपन्नाः मीन्स् निर्भाग्यः अथवा अभाग्यजनाः। न शब्दकोशे अहं दृष्टवती, मन्दभाग्यः, भिन्नभिन्न अर्थाः सन्ति प्रत्येकं शब्दस्य। बहवः अर्थाः भवति प्रत्येकं शब्दस्य, खलु? तादृश अर्थः न, पीडितः, तादृश दुर्भाग्यः इति तादृश अपि अर्थः अस्ति। किन्तु प्रथम अर्थः नाम तत्र प्रथम तत्र योगार्थः अपि च रूढार्थः, जानाति वा भेदः कः? श्रुतवती महोदय। योगार्थः रूढार्थः आम् अत्र योगार्थः नाम साक्षात् व्याकरणं दृष्ट्वा व्याकरणदृष्ट्या अस्य शब्दस्य को अर्थः न जानामि हा तत्र अत्र आ इति उपसर्गः पद् इति धातुः क्त इति प्रत्ययः अस्ति अनेन अस्य प्रथम अर्थः भवति लब्धः आपन्न इत्युक्ते लब्धः लब्धः तत्र कठिनावस्थायां यः लभ्यते तेन पीडा भवति खलु आम् कोऽपि पीडितः भवति कठिनावस्थायां तत् किन्तु यदि अवस्था समीचीना अस्ति तत्र सुखमनुभूयते अस्माभिः अतः यदि नाम निष्पक्षदृष्ट्या केवलं लभ्यते इति अर्थः प्राप्तः लब्धः तर्हि यत्र यदि किमपि लभ्यते अस्माभिः तत्र का विभक्तिः भवति नाम अत्र लब्धः इति स्थापयति तत्र तत्र नाम अहं प्राप्नोमि सात्विकीं श्रद्धां आप्नोमि तत्र द्वितीयविभक्तिः अस्ति खलु श्रद्धां प्राप्नोमि अत्र आपन्नः इति तादृश अर्थः अस्ति अतः अत्र आपन्नः इति द्वितीयविभक्तिः स्वीकृत यत्र सकर्मक अर्थः अस्ति अन्य कोऽपि आगतो वा मध्ये नमस्ते महोदय नताशा अस्तु तर्हि अत्र सकर्मकधातुः अस्ति अतः द्वितीयविभक्तिः अस्ति जनाः सात्विकीं श्रद्धां लब्धवन्तः इति अर्थः अवगच्छति वा नाम प्रश्नः अस्ति अथवा अवगच्छति आपन्नाः जनाः इमां सात्विकीं श्रद्धां यजन्ते अत्र द्विकर्मकवाक्यं वा एतत् न न न सात्विकी श्रद्धा अत्र देव आपन्नाः जनाः देवान् यजन्ते अत्र देवान् एकं देवान् शब्दः एकं कर्मपदम् इमां अत्र वाक्यद्वयमस्ति इति चिन्तयतु वाक्यद्वयमस्ति जनाः अत्र तत्र जनाः सात्विकीं श्रद्धाम् आप्नुवन्ति तादृशाः जनाः देवान् यजन्ते वाक्यद्वयमस्ति प्रथमवाक्यं उपवाक्यं जातमस्ति एम्बेडेड् एड्जेक्टिव क्लास् इति आङ्ग्लभाषया वदामः तत्र क्लास् इति कृत्वा वस्तुतः पृथक् वाक्यमस्ति द्विकर्मकवाक्यम् अत्र नास्ति अहं भवतीं सूचनां सूचयामि तत्र द्विकर्मकवाक्यमस्ति भवतीं सूचनाम् अत्र तथा नास्ति जनाः सात्विकीं श्रद्धाम् आप्नुवन्ति अनन्तरं तादृशजनाः देवान् यजन्ति धन्यवादः अस्तु अग्रे अस्याः राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते अस्याः राजस्याः श्रद्धायाः उपासकाः. उच्यते वा? आं महोदय. अस्याः राजस्याः श्रद्धायाः उपासकाः इति पुनः नाम वाक्यद्वयमस्ति वस्तुतः अत्र तत्र विभजनं करोतु. अस्याः इति मास्तु, उपासकाः उपासकाः यक्षरक्षांसि भजन्ते. प्रश्नः, राजस्य यस्मिन् राजसि श्रद्धा अस्ति ते उपासकाः यक्षरक्षांसि भजन्ते. किन्तु तदानीम् एकं वाक्यमस्ति, वाक्यद्वयम्. वाक्यद्वयम् अर्थदृष्ट्या वाक्यद्वयं किं? प्रथमवाक्यं वयं विभजनं कृतवन्तः खलु, उपासकाः यक्षरक्षांसि भजन्ते. प्रथमवाक्यं तत्र जनाः सात्विकीं श्रद्धाम् आप्नुवन्ति इति एकं वाक्यं, जनाः देवान् यजन्ते इति द्वितीयं वाक्यम्. अस्तु, इदानीं तथा करोतु. उपासकाः आं महोदय, ये इति मास्तु, ये इति वदनेन एकमेव वाक्यं भविष्यति. ये इति मास्तु, जनाः राजसि श्रद्धाम् आप्नुवन्ति ते उपासकाः. जनाः नाम उपासकाः. केचन उपासकाः राजसि श्रद्धाम् आप्नुवन्ति ते राजसीं श्रद्धाम् आप्नुवन्ति ते यक्षरक्षांसि भजन्ते. समीचीनमस्ति. अग्रे, तामस्याः अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते. अत्र सेवन्ते नाम भजन्ते. इति बहवः अर्थाः सन्ति. सेवां कुर्वन् सेवते सेवेते सेवन्ते सेवां करोति सेवां कुर्वन्ति सेवां कुर्वन्ति. अग्रे सेव धातोः अन्यप्रयोगः अग्रे भवति. अस्तु, अग्रे सरेम तर्हि. मेसचुसेट्स् सुब्रह्मण्य महोदय तत्र अग्रे. आं महोदय, आहारविषये अपि तत्र इयमेव रीतिः. तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते. राजस्यातया युक्ताः दुःखशोकप्रदान् खट्वं लवणात्युष्णान् आहारान् सेवन्ते. एतया तामस्या श्रद्धया युक्ताश्च याने गतरस्ते दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति. अस्तु, पुनः आहारविषये अपि तत्र इयमेव रीतिः इत्युक्ते यथा त्रिविधा श्रद्धा विषये किञ्चित् भिन्नमस्ति तथैव तेन आहारविषये अपि किञ्चित् भिन्नमस्ति. हा, समीचीनमस्ति. अत्र एकं वदामि, अत्र विध इति शब्दः, विध इत्युक्ते प्रकारक. तर्हि प्रकारक इत्यस्मिन् अर्थे अस्माकं विकल्पद्वयं भवति, विध इति यदा प्रयुज्महे प्रथमतया विधा इति स्त्रीलिङ्गे सर्वदा भवितुमर्हति, नाम कानि कानि वस्तूनि सन्ति तेषां लिङ्गम् अदृष्ट्वा दर्शनेन विना स्त्रीलिङ्गे सर्वदा स्थापयितुं शक्नुमः एकवचने. यथा अस्मिन् देशे गृहाणि पञ्चविधा भवन्ति, तर्हि गृहाणि गृहमिति नपुंसकलिङ्गे बहुवचने, किन्तु विधा इति एकवचने स्त्रियाम् इति एकं भवति. अस्माकं विकल्पः सर्वदा भवति विधा इति स्त्रियाम् एकवचने सर्वदा, किन्तु नाम नियतलिङ्गशब्दः. अनन्तरं विशेष्य निघ्नशब्दः अपि भवितुमर्हति. अस्मिन् देशे गृहाणि पञ्चविधानि भवन्ति, विधानि नपुंसकलिङ्गे बहुवचने च, इति अपि भवितुमर्हति. बुद्धं बुद्धं महोदय. अस्तु अग्रे. तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते. आहारविषये अपि भिन्न भिन्नप्रवृत्तिः भवति. ये जनाः सात्विकीं श्रद्धां उपासनं करोति ते आहारम् उपासनं वाक्यं समीचीनमस्ति, किन्तु उपासनं यदि वक्तुमिच्छति तर्हि तत्र द्वितीयविभक्तिः न भवति. श्रद्धा अत्र षष्ठी आयाति महोदय. षष्ठी वदतु पुनः. ये जनाः सात्विकी दीर्घः अस्ति, सात्विक्याः श्रद्धायाः उपासनं कुर्वन्ति. ये जनाः सात्विक्याः श्रद्धायाः उपासनं कुर्वन्ति ते आहारं यम् आहारं खादन्ति तम् उत्साहं वर्धयति, मनसि सन्तुष्टं करोति, आहारमपि रुचिकरं प्रीतिकरं भवति, तत् आहारमेव सेवन्ते. हा अस्तु समीचीनमस्ति. अत्र सेवन्ते इत्युक्ते अत्र स्वीकरोति भोजनं खादन्ति इति अर्थः आयाति महोदय. सेवनं अत्र प्रयुज्यन्ते अथवा तत्र तादृशव्यवहारः अस्ति. अत्र सेवा इति अर्थः नास्ति खलु? अत्र सेवा इति तादृशः अर्थः नास्ति. सेवनं कुर्वन्ति इत्युक्ते अत्र आहारं स्वीकुर्वन्ति इति तादृशार्थः अस्ति. अस्तु अग्रे. राजस्य तया युक्ताः दुःखशोकप्रदान् कटुः अम्ललवण अति उष्णान् आहारान् सेवन्ते. ये जनाः राजस्याः श्रद्धायाः उपासनं कुर्वन्ति ते तत् आहारं खादन्ति, यत् आहारं खादन्ति तद् दुःखं शोकं कटुः आम्लयुक्तः आम्लयुक्तं लवणम् अति उष्ण आहारं खादन्ति. उष्ण अति उष्ण अत्र दुःखशोकप्रधान इत्युक्ते दुःखं यः दुःखं यम् आहारं किञ्चित् बाधा भवति बाधा खादनेन दुःखम् अनुभोक्तव्यम् अत्र प्रदान् इत्युक्ते किं महोदय भवतु प्रदान् यः प्रदान् इत्युक्ते आहारं स्वीकृत्य किञ्चित् असमीचीना भवति व्यवहारविषये अथवा मनसि. अस्तु किञ्चित् किन्तु प्रदान् शब्द तत्र दानशब्दा ददाति खलु महोदय. हा हा हा तर्हि किं कं ददाति कः कं ददाति अत्र कः कं ददाति आहारं आहारः राजसी राजस्यौ अथवा राजसीभ्यां राजसीभ्यः दुःखं ददाति. आहारः राजसीभ्यः नाम किं वक्तुमिच्छति भवान्? अत्र यः जनाः राजसीं श्रद्धां राजस्याः श्रद्धायाः उपासनं कुर्वन्ति ते जनाः खलु महोदय. अत्र प्रायः चतुर्थी बहुवचनं आनयामि परन्तु कः शब्दः उपयोगं करोमि इति चिन्तयामि महोदय. अस्तु समीचीनमस्ति. नाम दा धातुः अस्ति दुःखं शोकं च तादृश आहारः जनेभ्यः ददाति तादृश आहारः दुःखं शोकं च तादृशजनेभ्यः ददाति इति अर्थः अस्ति आहारः जनेभ्यः. तद् आहारं कटुः आम्ललवण अति उष्ण आहारं भवति. अस्तु अग्रे एतया तामस्या श्रद्धया युक्ताश्च यातयामे गतरसे दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति. तामस्या श्रद्धया युक्ताश्च यातयामे गतरसे दुर्गन्ध अत्र दुर्गन्धयुते तु अर्थम् अवगतम् अस्मि महोदय परन्तु यातयामे गतरसे द्वयोः अर्थौ अहं न जानामि. अस्तु अन्य कोऽपि मध्ये आगतवान् वा अन्य कोऽपि अस्ति नूतन महोदय अहं पद्मा विलम्बेन आगतवती. अस्तु भगिनि हा तर्हि पद्मा भगिनि हा तर्हि अत्र सोपानेन गच्छेम. एतया तामस्या श्रद्धया युक्ताश्च इत्युक्ते युक्ताः च युक्ताः नाम किम् अत्र यः तामसीं श्रद्धां उपासनं श्रद्धां अत्र यः ये जनाः तामसी श्रद्धां पालयन्ति तर्हि युक्ताः तत्र वचनं लिङ्गं किं युक्तः युक्ताः अत्र प्रायः स्त्रीलिङ्गं भवति महोदय श्रीलिङ्गे किमर्थं वचनं किं वचनं तु बहुवचनं महोदय श्रीलिङ्गे किमर्थं सर्वे महिलाः न महोदय अत्र श्रद्धा अस्ति श्रद्धा श्रद्धया युक्ताश्च न महोदय तत् पुल्लिङ्गमेव जनाः खलु महोदय ये जनाः पुल्लिङ्गमेव महोदय पुल्लिङ्गेव पुल्लिङ्गे एव अस्ति एतया तामस्या श्रद्धया युक्ताः जनाः यातयामे इति कस्य विशेषणं कस्यचित् विशेषणमस्ति वा आहारस्य विशेषणमस्ति महोदय आहारशब्दस्य तत्र काव्यभक्तिः अपि च सप्तमी अस्ति महोदय आहारे आहारे प्रीतिमन्तः भवन्ति अस्तु आहारे तर्हि आहारे इति तत्र विशेषणत्रयमस्ति दुर्गन्धयुते इति एकं विशेषणमस्ति अनन्तरं गतरसे इति विजयसुब्रह्मण्यमहोदय तत्र वदति वा रुचिः नास्ति महोदय गतरसे रसं गतवती आहारे रसं गतवती यस्मात् रसः गतः सः गतरसः रसः गतः यस्मात् इति गतरसः बहुभिः समासः रसः गतः यस्मात् महोदय स्पष्टमस्ति इति भवितुम् केनचित् अपि कारणेन यस्मात् रसः गतः प्रायः रसहीनं अस्तु अनन्तरं यातयामः इति स्वयं तस्य अर्थः तादृशः अस्ति पुरातनः यत् समीचीनं नास्ति असमीचीनं जातं यातयामे गतरसे दुर्गन्धयुते इति एव अस्ति युत इत्युक्ते युक्तः यातयामे इदानीमेव उक्तमस्ति पुरातनः असमीचीनजातः असमीचीनजातः अस्तु समीचीनम् अग्रे गच्छेम तर्हि विजयसुब्रह्मण्यमहोदय तत्र अग्रे पठति वा आसां श्रद्धानां विभागेन वयं मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः आसां श्रद्धानां विभागेन वयं मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः त्रिविधशब्दानां मनुष्यं स्वभावं मानुषी स्वभावं ज्ञातुं शक्नुमः सम्यक्तया ज्ञातुं शक्नुमः समीचीनमस्ति आसाम् इत्यस्य विभक्तिः वचनं च लिङ्गं तत्र वाक्यस्य दर्शनेन एव जानीमः वाक्यस्य दर्शनेन वयं अहं वयं बहुवचनं महोदय वदतु वचनं लिङ्गं विभक्तिः षष्ठी बहुवचनं लिङ्गं कस्य विशेषणमस्ति श्रद्धा एव विशेषणं श्रद्धाति शब्दस्य लिङ्गं किं श्रद्धा श्रीलिङ्गम् तर्हि आसमिति कथं श्रीलिङ्गं षष्ठी बहुवचनम् अस्तु अग्रे पठतु तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति तया परया श्रद्धया युक्ताः अफलाकाङ्गिणः काङ्क्षिणः भवन्ति ते सात्विकाः इत्युच्यन्ते द्वितीयायाम् अस्यां राजसश्रद्धायाम् अन्तर्भूताः जनाः सत्कारमानपूज्यार्थं तपः आचरन्ति तामसीं श्रद्धाम् उपाश्रिताः तु तमोरूपया आत्मपीडया अन्येषां नाशार्थं तपः कुर्वन्ति एवम् एषा श्रद्धा त्रिविधा वर्तते तद्विषये कृष्णस्य उक्ति एषा अस्तु पुनः तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति तपसि अपि तपं करोति तपसि इति अस्मिन् तत्र विभक्तिः इत्यादिकं पुष्पाभगिनी वदतु किमपि नास्ति महोदय अत्र नूतनविषयः नास्ति तत्र तत्र प्रातिपदिकं किं मनसि प्रातिपदिकं मनस् तपस् मनस् मनस् मनसि द्वितीय द्विवचनं तपसि द्वितीयद्विवचनं वदति वा न द्वितीयं प्रथमविभक्ति द्विवचनं मनः मनसि मनांसि मनस् मनसि मनांसि तपसि इति वा तपस् तपसि बहुवचनम् इत्युक्ते तपांसि अस्ति अत्र प्रथमाविभक्तिः कथम् आसीत् वाक्यं पठतु महोदय तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति अत्र वाक्यं यदि प्रथमाविभक्तौ अस्ति तर्हि वाक्यं निरर्थकम् अस्ति न कोऽपि अर्थः भगिनी यद् वदति तत् सत्यमस्ति सप्तमी अस्ति सप्तमी अपि च मनः मनसि मनांसि मनः मनसि तत्र मनसि इति स्वरूपं किं तत्र इकारः ह्रस्वः दीर्घः वा ह्रस्व अस्ति अस्तु अस्तु किन्तु अत्र अत्र तथा तादृशरूपं नास्ति मनः मनसि मनांसि तत्र तपसि तत्र अन्य कोऽपि वदतु तत्र रूपं समानमस्ति वा द्वितीय प्रथमभक्तौ द्विवचने सप्तमी महोदय द्वितीय द्विवचने प्रथमाविभक्ति दीर्घ कुत्र वदति भवान् मनः मनसि मनांसि अस्ति किमर्थं ह्रस्व अस्ति दीर्घ इकारः अस्ति स्वयं मम भ्रमः भवति भवतः दुर्प्रभावेन तत्र दीर्घ इकारः अस्ति मनः मनसि अपि च वाक्यं निरर्थकं भवति तत्र तपसि अपि अस्याः श्रद्धायाः त्रैविध्यमस्ति तत्र अस्ति इति त्रैविध्यं तर्हि मनसि तपसि इति किं तत्र निराटकं भविष्यति मम स्वस्य मनसः प्रयोगं करोतु भोः अग्रे तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति. या तपं करोति श्रद्धया त्रैविध्यं त्रिविधा भवन्ति. तया तपसः लोके तपसः विषये अपि श्रद्धायाः त्रैविध्यमस्ति. अग्रे तया परया श्रद्धया युक्ताः अफलकाङ्क्षिणः भवन्ति. परया श्रद्धया युक्ताः अफलकाङ्क्षिणः भवन्ति. परया श्रद्धया युक्ताः परया श्रद्धया युक्ताः भवान् तु जानाति एव. तत् लक्ष्मीभगिनी साहाय्यं करोतु. अत्र परया श्रद्धया इत्युक्ते न जानामि महोदय, परन्तु अत्र परया श्रद्धया युक्ताः अपकाङ्क्षिणः भवन्ति, ते सात्विकाः. परया अत्र अर्थं सम्यक्तया न जानामि. परा अपरा, तत्र परा इत्युक्ते उत्तम उत्तमया श्रद्धया युक्ताः. यः उत्तमश्रद्धाः तपसां करोति यः महोदय पद्माभगिनी वदतु. अत्र परया अर्थम् आध्यात्मिकचिन्तनं करोति. अत्युत्तमश्रद्धा, तत्र सात्विकी श्रद्धा. अनन्तरं परचिन्तनं करोति. न, परचिन्तनं किमपि नास्ति. परचिन्तनं अपरेषां चिन्तनं वा? न, तादृश अर्थः नास्ति. परशब्दस्य अर्थद्वयमस्ति. एकः अर्थः अन्य इति अर्थः, द्वितीय अर्थः उपरि इति अर्थः. उपरि अथवा उत्तम. अहं चिन्तयामि अत्र अन्यचिन्तनं करोति. न, तादृश अर्थः आध्यात्मिकचिन्तनं न, तादृश अर्थः अन्येषां पर नाम तत्र उत्तम परकल्याणं न परकल्याणं तादृश अन्येषां कल्याणं तादृश अर्थः अत्र नास्ति. तत्र उत्तमा श्रद्धा, श्रद्धायाः श्रेणीत्रयमस्ति खलु. अत्र सर्वोत्तमश्रद्धा पराश्रद्धा तावदेव अस्ति. अस्तु महोदय, सुब्रह्मण्यं अग्रे गच्छति. या अपलाकाङ्क्षिणः युक्ताः तपं करोति ते सात्विकाः उच्यन्ते. ते नाम सात्विकः उच्यन्ते. द्वितीयायां अपलाकाङ्क्षिणः इत्युक्ते किं? फलं न काङ्क्षयन्ति तपसां, फलं न काङ्क्षयति. अत्र प्रातिपदिकं किम्? संयुक्त न महोदय, तत्र प्रातिपदिकं वदति वा एकवारं. प्रातिपदिकं वदतु. अपलाकाङ्क्षिन् नकारान्तशब्दः. अपलाकाङ्क्षिन् अत्र का विभक्तिः अस्ति? वचनं बहुवचनं विभक्तिः समीचीनम् अग्रे द्वितीयायाम् अस्यां राजसश्रद्धायाम् अन्तर्भूताः जनाः सत्कारमानपूजार्थं तपः आचरन्ति. द्वितीयविभागे राजसश्रद्धायां यः राजसश्रद्धाम् अनुसरति अन्तर्भूताः जनाः सत्कारमानपूजार्थं सर्वजनाः राजस्य श्रद्धायां यः स्वीकरोति तं सत्कारं करोमि सत्कारं या पूजनं करोमि इति चिन्तयति. जनाः तापसं तपः करोति तपः आचरन्ति राजस्य श्रद्धायाम् अन्तर्भूताः जनाः सत्कारमानपूजार्थं. सत्कारमानपूजार्थमिति पुनः वदतु, तस्य अर्थः कः? सर्वे जनाः सत्कारं करोति इति चिन्तयति. मम सत्कारं करोति, मम सत्कारं करोति, मया सत्कारं मेसचूसेट्स् सुब्रह्मण्य मोहन् तत्र साहाय्यं करोतु. सत्कारं सत्कारमानपूजार्थं तपः आचरन्ति. अत्र अहं चिन्तयामि महोदय, किञ्चित् फलम् अपेक्षितम् अस्ति. ये जनाः राजसश्रद्धायाम् आचरन्ति ते जनाः किञ्चित् फलम् अपेक्षितं सन्ति. तत् फलविषये अत्र दत्तमस्ति, सत्कारं मानपूजार्थम्. अत्र पूजार्थम् इत्युक्ते अत्र गौरवं विषये चिन्तनमस्ति, तत् फलविषये चिन्तनमस्ति. ये जनाः राजस्य श्रद्धायां पालयन्ति. अत्र मान इत्युक्ते मान इत्युक्ते गौरवं सम्माननं माननं नाम प्रशंसा. प्रशंसामिच्छन्ति खलु, आदरः आदरमिच्छन्ति, प्रशंसामिच्छन्ति यत् ओ सः बहु समीचीनजनः अस्ति, तादृश खलु मानवः. अस्तु अग्रे अग्रे महोदय. तामसीं श्रद्धाम् उपासिताः तु तमोरूपया आत्मपीडया अन्येषां नाशार्थं तपः कुर्वन्ति. यः तामसी श्रद्धा पालनं करोति सः ते तमोरूपेण आत्मपीडया परनाशार्थं परविनाशार्थं नष्टं अन्यजनाः नष्टं भवति इति चिन्तयित्वा आत्मपीडया स्वशरीरं पीडनं करोति, स्वशरीरे पीडनं करोति. कठिनपद्धतिम् अवलम्बयति, कठिनपद्धति तपं कृत्वा अन्येषां नाशार्थं तपं कुर्वन्ति. एवम् एषा श्रद्धा त्रिविधः वर्तते इति त्रिविधा श्रद्धाः, तद्विषये कृष्णस्य उक्ति एषा. समीचीनमस्ति. इदानीम् अग्रे पुष्पा भगिनी अग्रे पठतु. त्रिविधा भवति श्रद्धा देहिनां सा स्वभावज्ञा स्वभावजा सात्विकी रजसी चैव तामसि चेति तां शृणु. अग्रे तस्य अर्थः कः? आम्, त्रिविधा श्रद्धा जनाः भवन्ति. सात्विकी रजसि च एव तमसि तु एति तां तां तां अर्जुन तां न स्वभावान् स्वभावान् तां शृणु शृणु अर्जुन अर्जुनस्य बोधयति. त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा. सा नाम का? सा त्रिविधा सात्विकी राजसी तामसी न न सा सा त्रिविधा त्रिविधा विधा विधा स्त्रीलिङ्ग. अत्र देहिनां देहिनाम् इत्युक्ते देहिनां देहिनां उपयोगं कुर्वन्ति न उपयोगं न अस्ति सन्ति देहिनां. पद्माभगिनी वदतु. देहिना षष्टि बहुवचनम्. अर्थः कः? जनाः येषां देहः अस्ति तेषां. ओ देहः येषां देहः अस्ति तेषां देहिनां स्वभावजा या श्रद्धा स्वभावजा श्रद्धा स्वभावेन या श्रद्धा जायते सा सात्विकी राजसी तामसी च इति भवति इति त्रिविधा भवति तां शृणु. देहिनां स्वभावजा स्वभावेन यद् जायते या श्रद्धा जायते सा त्रिविधा अस्ति सात्विकी राजसी तामसी च तस्य प्रसङ्गे शृणोतु तां शृणु. अस्तु समीचीनमस्ति. इदानीम् अग्रे नताशा भगिनी अग्रे पठति वा? महोदय अद्य पुस्तकं नास्ति. पुस्तकं नास्ति? Yeah, I'm traveling, some emergency travel. अस्तु किन्तु अहम् आङ्ग्लभाषां न आगच्छामि. आं महोदय. किम् अस्ति? अहं यात्रा आपात्काल यात्रा करोमि. पुस्तकं नास्ति. ओ अवगच्छामि. नाम पुस्तकं त्यक्तवती वा? न महोदय, अस्तु त्यक्तवती गृहे. ज्ञात्वा पुस्तकं त्यक्तवती? अथवा विस्मृतवती विस्मृतवती ओ एवमस्ति. अस्तु अस्तु अस्तु. तर्हि किन्तु अग्रे गत्वा यदा भवती जानाति यत् यात्रायां भविष्यति कस्मिंश्चित् समये, तस्मिन् समये तु समीचीनं स्यात् खलु पुस्तकस्य आनयनम्? अस्तु अस्तु महोदय. अग्रे अस्तु समीचीनमस्ति. अग्रे तर्हि अन्ये के के सन्ति? अस्तु पद्माभगिनी पठतु कृपया. सत्त्वना रूपेणा सर्वस्य श्रद्धा भवति भारत. श्रद्धामयोऽयं पुरुषो यो यश्चन्द्र स एव सः. अत्र क्रियपदं किं कुत्र अस्ति? भवति. अस्तु तर्हि वाक्यं किं निर्मातुं शक्नोति वा? नाम कर्तृपदं किम्? कर्तृपदम् अत्र प्रत्यक्षरूपेण नास्ति, परन्तु अस्तु अर्थः कः? अर्थः कः इति वदति वा? आं प्रयत्नं करोमि. जनाः तस्य स्वभाव स्वभावतः स्वभावानुसारं तस्याः श्रद्धा कार्यं कुर्वन्ति. अत्र भवति इति कर्तृपदं किं कोऽपि सहायं करोति वा? समीचीनमस्ति भगिनि. भवति इति श्रद्धा भवति. हा समीचीनं, श्रद्धा भवति. हा बहु समीचीनमस्ति. अत्र आरम्भे सम्बोधनमस्ति भारत अर्जुनस्य सम्बोधनम्. अनन्तरं सर्वस्य सत्त्वानुरूपेण मम स्वभावरूपेण कार्यं कुर्वन्ति. श्रद्धा भवति सत्त्वानुरूपा श्रद्धा भवति. अनन्तरं श्रद्धामयोऽयं पुरुषो यो यश्चन्द्र एव सः. यः वाक्यं अत्र यच्छ्रद्धः इति या श्रद्धा यस्य सः इति अर्थः. या श्रद्धा यस्य सः अपि च या श्रद्धा यस्य सः. अनन्तरं सद्वानुरूपा इति आसीत् सत्त्वस्य अनुरूपा. तर्हि या श्रद्धा यस्य सः यच्छ्रद्धः. अनन्तरम् अयं पुरुषः श्रद्धामयः यः, या श्रद्धा यस्य सः इति सः एव नाम तदनुगुणं भवति. अवगतवती, परन्तु बोधनं न अयं पुरुषः श्रद्धामयः यः यच्छ्रद्धः सः एव नाम तदनुगुणं भवति सः यस्मिन् वातावरणे वसति यादृशस्वभावः उत्पद्यते तदनुसृत्य तस्य श्रद्धा. अस्तु अग्रे सरेम तर्हि कश्चन अभ्यासः अपेक्षितः अग्रे. स्त्रीलिङ्गे इदं शब्दः, इदं शब्दः अति स्त्रीलिङ्गे. पुष्पभगिनी वदतु तत्र प्रथमाविभक्तिः. भगिनी अस्ति वा? ओ अस्मि अस्मि. एतानि वाक्यानि सावधानतया उच्चैः पठत. अस्तु अस्तु अस्तु. इयम् इयं मम भगिनी, इयं महाविद्यालये अध्यापिका अस्ति, इयाम् अहम् आचार्य, इमाम् अहम् आचार्ये इति आह्वयामि, अनया लिखितानि. अत्र अस्मिन् वाक्ये इमाम् अहम् आचार्ये इति आह्वयामि. अत्र इमाम् इति कस्य विशेषणम्? इमाम् आचार्ये इमाम् कस्य विशेषणम्? द्वितीयविभक्ति मेसचुसेट्स् सुब्रह्मण्यं महोदय तत्र साहाय्यं करोति वा? अत्र भगिनी विषये प्रतिपादितमस्ति महोदय. इमां भगिनीम् अथवा इमाम् अध्यापिकाम्, इमां भगिनीम् आचार्ये, आचार्ये, आचार्ये इति सम्बोधनमस्ति. या आचार्या अस्ति ताम् इमाम् आचार्याम्, इमाम् आचार्याम् अहम् आचार्ये इति आह्वयामि. अहम् इमाम् आचार्ये इति आह्वयन्ति आह्वयामि. अग्रे अत्र महोदय भगिनीम् अथवा अध्यापिकां न भवति? नाम काचन महिला अस्ति खलु, सा च भगिनी इति वक्तुं शक्नुमः. तत्र दोषपूर्णः तु नास्ति एव, किन्तु वयं जानीमः सा तु आचार्या अस्ति. तदर्थम् अहम् आचार्या इति उक्तवान्, किन्तु भगिनी इति वक्तुं न कापि हानि अस्ति. अनया लिखितानि चित्राणि सुन्दराणि सन्ति, अस्मै रसगोलकम् अत्यन्तं रोचते, अस्याः छात्राः बिभ्यति, अस्याः प्रियनाटकम् उत्तररामचरितम् अस्याः प्रियनाटकम् उत्तररामचरितम् अस्यां मम महान् आदरः. अस्तु अत्र अग्रे रूपाणि महोदय. बिभ्यति अर्थं किम्? बिभ्यति, बिभ्यति इति रूपमस्ति. बिभ्यति भयम् अनुभवति, बिभ्यति अफ्रेड्, भीति इति अस्ति. भगिनी भगिनी भवती सर्वदा लक्ष्मीभगिनी सर्वदा आङ्ग्लभाषया वदति स्म, इदानीं न करोति. भवती किमर्थं करोति? अहम् उक्तवान् आङ्ग्लभाषां न जानाति, भवती वदतु, को लाभः अस्ति? अस्माकं विषयः अस्ति संस्कृतं, तथापि प्रत्येकस्मिन् अवसरे भवती आङ्ग्लभाषया वदतु, वदति गीतं करोति. तत्र बिभ्यति इति ज्योत्यादिगणीय भीधातुः अस्ति, बिभ्यति इति अस्ति भयं, भयं करोति, भीतिः. अस्तु महोदय अग्रे इदं शब्दः स्त्रीलिङ्गरूपाणि इयम् इमे इमाः इमाम् इमे इमाः अनया आभ्याम् आभिः अस्यै आभ्याम् आभ्यः अस्याः आभ्याम् आभ्यः अस्याः अनयोः आसाम् अस्याम् अनयोः आसु अस्तु अग्रे अभ्यासः यथोदाहरणम् एतद् तद् शब्दयोः स्त्रीलिङ्गरूपैः इत्थस्थानानि पूरयत उदाहरणार्थं तत् तस्यां ब्राह्म्यां तिथ्यां स्थितप्रज्ञः न मुह्यति तस्यां ब्राह्म्यां स्थित्यां स्थितप्रज्ञः न मुह्यति एतत् सात्विक्या बुद्ध्या युक्तः बन्धं मोक्षं च वेत्ति सात्विक्या बुद्ध्या युक्तः एतया सात्विक्या बुद्ध्या युक्तः बन्धं मोक्षं च वेत्ति अस्तु द्वितीयं तत् कामस्य धृत्या दुर्मेधाः मोहादिकं न विमुञ्चति कामस्य धृत्या दुर्मेधाः मोहादिकं न विमुञ्चन्ति कामस्याधृत्या काफी भक्तिः एकनिमिषं महोदय दुर्मेधाः कामस्याधृत्या दुर्मेधाः अत्र तृतीयविभक्ति महोदय तर्हि तस्य कामस्य धृत्या दुर्मेधाः मोहादिकं न विमुञ्चति किन्तु रूपं किमस्ति पुनः वदतु तत् खलु महोदय कामस्य धृत्या स्त्रीलिङ्गरूपं रूपं वदतु शब्दं वदतु तया कामस्या धृत्या दुर्मेधाः मोहादिकं न विमुञ्चति तर्हि तया अस्तु विजयसुब्रह्मण्यं वद अग्रे महोदय अस्ति वा लक्ष्मीभगिनी अग्रे एतत् मायां भक्ताः तरन्ति मायां मायां भक्तां तरन्ति एतां मायां भक्ताः तरन्ति अग्रे तत् मायया अपहृतज्ञानाः आसुरं भावम् आश्रयन्ति मायया अपहृतज्ञानाः आम् महोदय तया मायया अपहृतज्ञानाः आसुरं भावम् आश्रयन्ति तया मायया समीचीनमस्ति अस्तु पद्मा भगिनी अग्रे भावं न जानामि तत्र चिन्ता नास्ति अग्रे रूपाणाम् अभ्यासः अस्ति पञ्चमवाक्यं पद्मा भगिनी भगवतः सान्निध्येन यं प्रकृत्या जगत् सृज्यते. भगवतः सान्निध्येन एतया प्रकृत्या जगत् सृज्यते. अस्तु अस्तु, एतया अथवा इदम् इदं शब्दः अस्ति चेत् वदतु, इदं किम्? अनया प्रकृत्या. यत्र इयम् इति लिखितमस्ति खलु, इयम्. आम् अनया. अस्तु अग्रे. दैवीसम्पदा मोक्षः प्राप्यते. अस्याः दैवीसम्पदा मोक्षः प्राप्यते. न, पुनः का विभक्तिः अपेक्षिता? चतुर्थी विभक्ति. दैवीसम्पदा मोक्षः प्राप्यते. अत्र दैवीसम्पदा इत्यस्य का विभक्तिः? एताः दैवीसम्पदा मोक्षः प्राप्यते. दैवीसम्पदा इत्यस्य का विभक्तिः वदतु? अहं वदामि महोदय. अस्तु वदतु. अत्र प्रातिपदिकमस्ति सम्पत्, सम्पदा तृतीया विभक्ति चिन्तयामि महोदय. अस्तु पद्मभगिनी इदानीं वदतु. एतया दैवीसम्पदा मोक्षः प्राप्यते. समीचीनमस्ति. अस्तु पुष्पा भगिनी अग्रे. महोदय, एतया दैवी सम्पदा न, चतुर्थी. एतया इति समीचीनमासीत् अग्रे. एतया एतत् राजविद्यया स्त्रियः अपि मोक्षं प्राप्तुं शक्नुवन्ति. एतया राजविद्यया स्त्रियः अपि मोक्षं प्राप्तुं शक्नुवन्ति. समीचीनम् अग्रे. अग्रे तत् युद्धवार्तां श्रुत्वा धृतराष्ट्रः कुतूहली अभवत्. तां युद्धवार्तां श्रुत्वा धृतराष्ट्रः कुतूहली अभवत्. अस्तु समीचीनमस्ति. लक्ष्मीभगिनी अग्रे. महोदय, अत्र युद्धवार्ताम् अत्र स्त्रीलिङ्गं खलु महोदय? ताम् इति उक्तवती. वार्तां प्रथम अत्र एकवचनमेव. अस्तु महोदय, क्षम्यतां. नास्ति चिन्ता. लक्ष्मीभगिनी अग्रे. एतत् निश्चयात्मिकार्यै एतत् निश्चयात्मिकार्यै बुद्ध्यै प्रयत्नः करणीयः. एतस्मै किन्तु लिङ्गं किम्? बुद्ध्यै च नद्यै इत्युक्ते एतस्यै. यदि बुद्धिः न जानीमः अत्र अत्र किं लिखितमस्ति? विश्वयात्मिकारी इति अस्ति, तस्य चतुर्थी अस्ति कार्यै, तत् स्त्रीलिङ्गे अस्ति. स्त्रीलिङ्गे अस्ति न वा? आम्, निश्चयात्मिकारी स्त्रीलिङ्गः एव, स्त्रीलिङ्गमेव. अतः एतस्यै. अस्तु, अग्रे. एतस्यै निश्चयात्मिकार्यै बुद्ध्यै प्रयत्नः करणीयः. अग्रे. तत् युद्धवीथ्याः, तत् युद्धवीथ्याः धूलिः उद्गच्छति. वीथ्याः. अग्रे किमस्ति? वीथ्याः धूलिः उद्गच्छति. तस्याः युद्धवीथ्याः धूलिः उद्गच्छति. हा, समीचीनमस्ति. अस्तु, अग्रे. कृष्णस्य महोदय युद्धवीत्या कः अस्ति? तस्याः अस्तु, युद्धवीत्या अर्थं वीथिः द्रष्टव्यमस्ति. वीथि इत्युक्ते मार्गं खलु महोदय? हा हा, मार्गः युद्धवीथिः. हा, सत्यं सत्यम्. अस्तु, अग्रे अग्रे. कृष्णस्य एतत् अपेक्षां विमृश्य अर्जुनः निर्णयं स्वीकृतवान्. कृष्णस्य एताम् अपेक्षां विमृश्य अर्जुनः निर्णयं स्वीकृतवान्. पुनः एताम् इति खलु? कृष्णस्य एताम् अपेक्षां विमृश्य अर्जुनः निर्णयं स्वीकृतवान्. अस्तु, अग्रे. भोगे विद्यमानाय एतत् प्रीतेः कारणात् दुःखम् अनुभवन्ति जनाः. भोगे विद्यमानाय प्रीतेः एतस्मिन् प्रीतेः कारणात् दुःखम् अनुभवन्ति जनाः. एतस्मिन् इति कुत्र अस्ति? नाम प्रीतेः इत्यस्य लिङ्गं किं, वचनं किं, विभक्ति? प्रीतिः प्रीतिः महोदय. प्रीतेः इत्यस्य का विभक्तिः? प्रीतिः. लक्ष्मीभगिनी सायं करोति. प्रीतिः मतिशब्दं शब्दः इव पञ्चमी एकवचनं, षष्टि एकवचनं, षष्टि अथवा पञ्चम. एतस्मात् प्रीतेः कारणात्. अत्र पञ्चमी षष्टि, तत्र रूपं समानमस्ति. भोगेः विद्यमानायाः इति का विभक्तिः? लतायाः. पञ्चमी षष्टि च प्रीतेः कारणात्. अत्र का विभक्तिः अस्ति तर्हि? पञ्चमी अथवा षष्टि? प्रीतेः. सर्वेषां किं चिन्तनमस्ति? पञ्चमे अथवा षष्टि? एतस्याः पञ्चमी अथवा षष्टि? प्रश्नस्य उत्तरं लक्ष्मी भगिनी वदतु. दुःखम् अनुभवन्ति कारणात् पञ्चमी एतस्याः. मेसचूसेट्स् सुब्रह्मण्य महोदय, तत्र किं का विभक्तिः अस्ति? अहं चिन्तयामि अत्र पञ्चमी अस्ति महोदय. प्रीतेः दुःखम् अनुभवन्ति जनाः, प्रीतेः दुःखम् अनुभवन्ति. अत्र अत्र षष्टिः अस्ति. किमर्थमिति चेत् कारणात् अस्ति, कारणं. प्रीतेः कारणं तस्मात्. प्रीतेः कारणं, प्रीतिः इति तत् तस् इति कारणं. तस्मात् दुःखम् अनुभवन्ति जनाः. भोगे विद्यमानायाः एतस्याः प्रीतेः कारणात्. तत्र प्रीतिः इति कारणं, प्रीतेः कारणं, तस्मात् कारणात् दुःखम् अनुभवन्ति. महोदय, यदि अत्र कारणात् नास्ति, कारणात् अस्ति किन्तु कारणम् अस्ति खलु, कारणात् अस्ति महोदय. यदि नास्ति, यदि नास्ति भिन्नवर्ता, यदि नास्ति चेत् पञ्चमी, पञ्चमी भवति खलु. नास्ति चेत् पञ्चमी, किन्तु कारणात् अस्ति अतः षष्ठी. आं महोदय, अवगतं महोदय. अस्तु, समीचीनमस्ति. अग्रे अग्रे लक्ष्मी भगिनी अग्रे वदतु. एतत् गीता मातरम् अनुसरन्तु. गीता मातरम् अनुसरन्तु. एतां गीता मातरम् अनुसरन्तु. समीचीनमस्ति. अग्रे तत् जीवनवृत्त्या जीवनम् आनन्दमयं भवेत्. जीवनवृत्त्या तया जीवनवृत्त्या जीवनम् आनन्दमयं भवेत्. महोदय, कारणात् एतस्मात् अस्तु. एतस्मात् यदि कारणात् इत्यस्य विशेषणम्, एतस्याः इति कारणात् इत्यस्य विशेषणं नास्ति. प्रीतेः प्रीतेः इति विशेष्यम्, एतस्याः तस्य विशेषणं. प्रीतेः इति षष्टिविभक्तिः अस्ति, कारणात् इति भिन्नं पदमस्ति. एतस्याः इति प्रीतेः विशेषणं, न तु कारणात् इति खलु. अस्तु अस्तु, लक्ष्मी भगिनी अग्रे पठतु कृपया. अधः कतिचन वाक्यानि सन्ति, तेषु अधोरेखाङ्कितं शब्दम् उद्दिश्य किं शब्दस्य स्त्रीलिङ्गरूपाणि उपयुज्य प्रश्नवाक्यानि लिखत. सीता जनकपुत्री आसीत्. सीता का आसीत्? जनकः भूमौ सीतां प्राप्तवान्. जनकः भूमौ कां प्राप्तवान्? सीतया सह रामस्य विवाहः अभवत्. कया सह रामस्य विवाहः अभवत्? अस्तु, पद्मावगणी अग्रे. हनुमान् सीतायै अङ्गुलीयकं दत्तवान्. हनुमान् कच्चै अङ्गुलीयकं दत्तवान्. अस्तु, समीचीनं. वैजयन्यसुब्रह्मण्यमहोदय अग्रे. रामः सीतायाः कृते एकवर्षम् अवसत्. रामः तया एकवर्षं सीताया भगिनी कः वदति इदानीं सुब्रह्मण्यं वदति खलु किञ्चित् धैर्यम् अपेक्षितं किमस्ति रामः कया कृते एकवर्षम् अवसत् सीतायाः देशिका विभक्तिः मेसचुसेट्स् पञ्चमी आयाति महोदय ऋते खलु ऋते पञ्चमी आयाति यत्र ऋते अस्ति तत्र पञ्चमी अस्ति तस्याः ऋते प्रश्नवाचकपदं किम् रामः कस्याः कृते एकवर्षम् अवसत् अस्तु समीचीनमस्ति अग्रे पुष्पा भगिनी अग्रे सीतायाः प्रियः श्रीरामः कस्याः प्रियः श्रीरामः अस्तु अनन्तरं मेसचुसेट्स् सुब्रह्मण्यमहोदय सीतायाम् आदर्शनारीगुणाः सन्ति कस्याम् आदर्शनारीगुणाः सन्ति अस्तु किञ्चिदेव कर्तुं शक्नुमः अग्रे भवानेव पठतु प्रथमवाक्ये प्रयुक्तस्य सर्वनामशब्दस्य एव उचितं रूपं द्वितीये वाक्ये रिक्तस्थाने लिखत इदं महाभारतम् अस्मिन् भगवद्गीता वर्तते ताः कपाटिकाः कपाटिकासु व्याख्यानग्रन्थाः सन्ति एतासु एतासां तासु ताः कपाटिकाः तासु कपाटिकासु व्याख्यानग्रन्थाः सन्ति अस्तु समीचीनमस्ति लक्ष्मीभगिनी अग्रे तौ विजयिनौ विजयिभ्यां भगवद्गीतां ददातु एताभ्यां ताभ्यां तेभ्यः ताभ्यां विजयिभ्यां भगवद्गीतां ददातु अस्तु बहु सम्यक् अस्ति अस्तु बहु सम्यक् अस्ति तर्हि अग्रे इदानीं समयः जातः विरमाम गृहपात्ररूपेण अयम् अभ्यासः यः पुरतः अस्ति तं समापयतु अपि च अग्रे प्रहेलिका या अस्ति तां पठित्वा अवगच्छतु तत्र केचन गीतश्लोकाः सन्ति सर्वनामशब्दान् परिशील्यत तत्र समीचीनमस्ति कर्तुं शक्नुवन्ति अनया रीत्या अग्रे श्रोतुं शक्नुमः अग्रिमे सप्ताहे अस्तु समीचीनमस्ति अग्रिमपाठः अतीवमहत्त्वपूर्णः अस्ति अस्तु तर्हि सर्वेषां धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः महोदय धन्यवादः